पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 38 सूत उवाच एवं सम्बोधितो वेनः पापभावं गतः किल पुरुषेण तेन जैनेन महापापेन मोहितः नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः वेदधर्मं परित्यज्य सत्यधर्मादिकां क्रियां सुयज्ञानां निवृत्ति स्याद्वेदानां हितैव च पुण्यशास्त्रमयो धर्मस्तदा नैव प्रवर्धितः सर्वपापमयो लोकसञ्जातस्तस्य शासनाद् नैव यागाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमं न दानाध्यजनं विप्रास्तस्मिं चासदि पार्थिवे एवं धर्मप्रलोपोऽभून्महत्पापं प्रवर्तितम् अङ्गेन वार्यमाणस्तु अन्यथा कुरुते भृशं ननाम पितुःपादौ मादुश्चैव दुरात्मवान् सनकस्यापि विप्रस्य अहमेकः प्रतापवान् पित्रा निवार्यमाणश्च मात्रा चैव दुरात्मवान् न करोति शुभं पुण्यं तीर्थदानादिकं कदा आत्मभावानुरूपं च बहुकालं महायशाः पुनः सर्वैर्विचार्यैवं कस्मात् पापी व्यजायत अङ्गप्रजापदे पुत्रो वंशलाञ्छनमागतः पुनः पप्रच धर्मात्मा सुधां मृत्योर्महात्मनः कस्य दोषात् समुत्पन्नो वद सत्यं मम प्रिये नीधोवाच पूर्वमेव स्ववृत्तान्तमात्मपुण्यं च नन्दिनी समाचष्ट च अङ्गाय मम दोषान्महामदे बाल्ये कृतं मया पापं सुशङ्खस्य महात्मनः तपसि संस्थितस्यापि नान्यत् किञ्चित् कृतं मया सप्ताहं कुप्यतातेन दुष्टादे सन्ततिर्भवेत् इति जाने महाभाग तेनायं दुष्टतां गतः समाकर्ण्यमः तेजास्तया सह वनं ययौ गते तस्मिन् महाभागे सभाजे च वने तदा सप्तैते ऋषयस्तत्र वेनपार्श्वं गदास्तथा समाहूय तदप्रोजुरङ्गस्य तनयं प्रति ऋषय ऊजुः मा वेन साहसं कार्षी प्रजापालो भवानिह त्वया सर्वमिदं लोकं त्रैलोक्यं सचराचरं धर्मे चैव महाभागसकलं हि प्रतिष्ठितं पापकर्म परित्यज्य पुण्यं कर्म समाचर एव मुक्तेषु तेष्वेव प्रहसन्वाक्यमब्रवीद वेन उवाच अहमेव परो धर्मोऽहमेवार्हः सनातनः अहं धाता अहं गोप्ता अहं वेदार्थ एव च अहं धर्मो महापुण्यो जैनधर्मस्सनातनः मामेव कर्मणा विप्रभजध्वं धर्मरूपिणं ऋषय ऊचुः ब्राह्मणा क्षत्रिया वैश्यास्त्रयो वर्णा द्विजादयः सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी वेदाचार्येण वर्धन्ते तेन जीवन्ति जन्तवः ब्रह्म वंशात् समुद्भूतो भवान् ब्राह्मण एव च पश्चाद्राजा पृथिव्याश्च सञ्जातकृतविक्रमः राजपुण्येन राजेन्द्रसुखं जीवन्ति वै द्विजाः राज्ञपापेन नश्यन्ति तस्मात् पुण्यं समाचर समाधृतस्त्वया धर्मकृतश्चापि नराधिप त्रेतायुगस्य कर्मापि द्वापरस्य तथा न हि कलेश्चैव प्रवेशं तु वर्तयिष्यन्ति मानवाः जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः वेदाचारं परित्यज्य पापं यास्यन्ति मानवाः पापस्य मूलमेवं वै जैनधर्मं न संशयः अनेन मुग्धा राजेन्द्रमहामोहेन बाधिताः मानवा पापसङ्घादास्तेषां नाशाय नान्यथा भविष्यत्येव गोविन्दः सर्वपापपहारकः स्वेच्छारूपं समासाद्य संहरिष्यति पादकाद् पापेषु सङ्गतेष्वेवं म्लेच्छनाशाय वै पुनः कल्किरेव स्वयं देवो भविष्यति न संशयः व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय वर्तयत्स्व हि सत्येन प्रजापालो भवस्व हि वेन उवाच अहं ज्ञानवदां श्रेष्ठः सर्वं ज्ञातं मया इह योऽन्यथा वर्तते चैव स दण्ड्यो भवति ध्रुवम् अत्यर्थं भाषमाणं तं राजानं पापचेतनं कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु ब्रह्म शापभयातेषां वल्मीकं प्रविवेशः अथ ते मुनय क्रुद्धवेनं पश्यन्ति सर्वतः ज्ञात्वा प्रनष्टं भूपं तं वल्मीकस्तं सुसाम्प्रदं बलादानिन्युष्टं विप्राक्रूरं तं पापचेतनं दृष्ट्वा च पापकर्माणं मुनय सुसमाहिताः सव्यं पाणिं ममं धुस्ते भूपस्य जातमन्यवः तस्माज्जादो महाह्रस्वो नीलवर्णो भयङ्करः बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्धरः सर्वेषामेव पापानां निषादानां बभूवः दादा पालयिता राजां म्लेच्छानां तु विशेषतः तं दृष्ट्वा पापकर्मणमृषयस्तु महामते ममन्धुर्दक्षिणं पाणिं वेनस्यापि महात्मनः तस्माज्जादो महात्मा स येन दुग्धा वसुन्धरा पृथुर्नाम महाप्राज्ञो राजराजो महाबलः तस्य पुण्यप्रसादा च वेनो धर्मार्थकोविदः चक्रवर्तिपदं भुक्त्वा प्रसादात् तस्य चक्रिणः जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने षट्त्रिंशोऽध्यायः ॐ